सरस्वतीमहाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षी विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् प्रवर्तमानविषयः अस्ति तिङ्सिद्धिः सो अस्माभिः दृष्टं यदा तत्र लकाराणां विषयः आयाति तदा तिङ्विषयः अपि आयाति किमर्थं चेत् लादिकार इति सूत्रेण इत्युक्ते लस्य इति सूत्रेण तत्र लकारस्य स्थाने तिवादयस्य आदेशः अस्ति व्याकरणशास्त्रे अतः तिवादयः तेषां कृते प्रथमे तत्र परस्मैपद इति संज्ञा अनन्तरम् आत्मनेपद इति संज्ञा अनन्तरं तेषां कृते प्रथमपुरुष उत्तमपुरुष मध्यमपुरुष उत्तमपुरुष इति संज्ञा अनन्तरम् एकशः तत्र एकवचन द्विवचन बहुवचन इति संज्ञा अपि अस्ति सो प्रत्येकस्य प्रत्ययस्य कृते प्रथमपुरुष परस्मैपद प्रथमपुरुष एकवचन नो चेत् द्विवचन नो चेत् बहुवचन इति संज्ञा तथैव प्रथमपुरुष सोरि परस्मैपद मध्यमपुरुष एकवचन द्विवचन बहुवचन परस्मैपद उत्तमपुरुष एकवचन द्विवचन बहुवचन सो प्रत्येकस्य प्रत्ययस्य कृते तत्र संज्ञा भिन्नभिन्न संज्ञा अस्ति अपि च अनन्तरं तत्र ये तङ् प्रत्ययाः तेषां कृते आत्मनेपद इति संज्ञा अपि अस्ति सो आकाडारात् एका संज्ञा इति सूत्रेण परसूत्रेण यत् संज्ञा दत्तं यत्र एकस्य शब्दसमूहस्य कृते एकत्र संज्ञाद्वयं दीयते चेत् तत्र परसूत्रेण यत् संज्ञा अस्ति तदेव तिष्ठति न तु संज्ञाद्वयं सुल्लः परस्मैपदम् अपि च तङ्गानाम् आत्मनेपदम् इत्यनेन तङ् प्रत्ययस्य कृते तु आत्मनेपद आत्मनेपद इति संज्ञा एव विधीयते अतः तत्रापि आत्मनेपद तिङ् प्रत्ययेषु अपि प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष इति संज्ञा अनन्तरम् एकवचन द्विवचन बहुवचन इति संज्ञा अनन्तरं तत्र कुत्र अस्माभिः प्रथमपुरुषप्रत्ययानां प्रयोगः करणीयं कुत्र मध्यमपुरुष अपि च कुत्र उत्तमपुरुष सो तत्र मध्यमपुरुषसंज्ञकप्रत्ययानां कृते यः विधिसूत्रमस्ति सः अस्ति युष्मद्यूपपदे सामान्याधिकरणे स्थानिनी अपि मध्यमः सो यत्र युष्मद् उपपदेन सह तिङ्प्रत्ययस्य समानाधिकरणीयम् अस्ति सः युष्मद् उपपदं वाक्ये अस्ति वा नास्ति तदा एव अस्माभिः मध्यमपुरुषप्रत्ययानां प्रयोगः करणीयं सो इदानीम् अत्र प्रश्नः आयाति अत्र धातुः तु इति न उक्तं परन्तु वयं जानीमः व्याकरणशास्त्रे मध्यमपुरुषप्रत्ययाः मध्यम् इति संज्ञा तिङ्प्रत्ययानां कृते तिङ्प्रत्ययाः तु धातु अनन्तरम् आयान्ति अतः अत्र कस्य भिन्नप्रत्ययस्य कृते तत्र मध्यम् इति संज्ञा तु नास्ति सो मध्यम् इति यः अतः यदा वयं विधिसूत्रं कोऽपि विधिसूत्रं पठामः चेत् संज्ञासूत्राणां तत्र यः संज्ञासूत्राणां ज्ञानम् आवश्यकम् सो संज्ञा न जानीमः चेत् विधिसूत्रे किम् उक्तम् अस्ति इति वयम् अवगन्तुं न शक्यते अतः संज्ञासूत्राणि परिभाषासूत्राणि तेषां ज्ञानम् अपि आवश्यकम् अस्ति सो मध्यमिति किं उत्तम इति किं प्रथम इति किं यदि वयं न जानीमः तदा तस्य विधिसूत्रस्य पठनम् एव तत्र किमपि तत्र तस्य प्रयोजनं नास्ति सो संज्ञासूत्राणि आवश्यकानि तथैव अनन्तरम् अस्ति अस्मदुत्तमः सो अत्रापि पूर्वसूत्रात् उपपदे समान अधिकरणे स्थानिनि अपि इति एतेषां पदानाम् अनुवृत्तिः अस्ति. सो अस्मद् उपपदे समाने अधिकरणे स्थानिनि अपि उत्तमः इति सूत्रस्य सम्पूर्णसूत्रं भवति. सो यदा तत्र तिङ् प्रत्ययस्य तिङ्गपदस्य तिङन्तपदस्य अपि च अस्मद् उपपदस्य समानाधिकरण्यम् अस्ति अपि च समानाधिकरण्यम् अस्ति तदा एव वयं सः तत्र वाक्ये अस्ति वा नास्ति, परन्तु तादृशविवक्षा अस्ति, अस्मद् शब्दस्य विवक्षा अस्ति, अपि च सः कर्तारं बोधय सः कर्तृ इति अनेन तत्र योजितम् अस्ति, नो चेत् कर्मपदेन योजितम् अस्ति चेत्, अपि च तस्य सम्बन्धः समानपदार्थस्य निर्देशः सः अस्मद् शब्दः अपि करोति यस्य पदार्थस्य निर्देशः तिङ् पदेन भवति. तदा एव अस्माभिः धातोः अनन्तरम् उत्तमपुरुषसंज्ञकप्रत्ययाः योजनीयम्. सो सर्वे अत्र पदानां यः निर्माणं भवति आदौ तु विवक्षानुगुणम् एव भवति. यदा तत्र वक्तुः इच्छा अस्ति तदा एव तादृशे एव तत्र अस्माभिः सूत्राधारेण तत्र प्रत्ययः नो चेत् उपसर्गः यत्किमपि योजनीयम्. सो किमर्थम् अत्र यदा अस्माभिः एतत् सूत्रद्वयं पठितं, किमर्थं सर्वदा तत्र तिङन्तपदं केवलं कर्तृ इत्यस्य कृते एव तस्य समान अधिकरणीयम् अस्ति, अपि च कर्मपदस्य विषये एव तस्य समान अधिकरणीयं भवति? किमर्थं चेत् तिङ् प्रत्ययानामपि किञ्चित् लिमिट् अस्ति. तिङ् प्रत्ययानां प्रयोगः कर्तरिप्रयोगे भवति, कर्मणि भवति, भावे भवति. भावे तु अत्र प्रत्यय इत्युक्ते भावे इत्युक्ते क्रिया एव अस्ति. सो तिङ् प्रत्ययः तु कस्य कस्य पदार्थस्य निर्देशः कर्तुं शक्यते, कर्मपदस्य निर्देशः कर्तुं शक्यते अपि च कर्तृपदस्य. अतः यदा तत्र युष्मद् उपपदं कर्तृ इत्यनेन इत्युक्ते प्रथमविभक्त्याम् अस्ति नो चेत् द्वितीयाविभक्त्याम् अस्ति, तदा एव तत्र धातोः अनन्तरम् अस्माभिः मध्यमपुरुषप्रत्ययः योजनीयं, तथैव अस्मद् इति शब्दस्य विषये. सो अस्मद् शब्दस्य यः उपपदम् अस्ति सः प्रथमाविभक्त्याम् अस्ति अपि च द्वितीयाविभक्त्याम् अस्ति चेदेव सः तिङन्तपदस्य सह तस्य समान अधिकरण्यं भवितुं शक्नोति. अतः विषयद्वये एव तत्र उत्तमपुरुष अपि च मध्यमपुरुष इति प्रत्ययानां तत्र प्रयोगः अस्माभिः करणीयम्. अनन्तरं महर्षि लाघवार्थं वदति शेषे प्रथम. सो यत्किमपि पूर्वे उक्तं मध्यमपुरुष प्रत्ययानां यत्र विधिः उक्तम् अपि च उत्तमपुरुषप्रत्ययानां विधिः उक्त्वा सः किं वदति शेषे प्रथम. सो युष्मत् उपपदविहाय अस्मद् उपपदविहाय यत्र तिङन्तपदं तिङन्तपदद्वारा कस्यचित् भिन्नशब्दस्य निर्देशः कृतम् अस्ति तत्र अस्माभिः प्रथमपुरुषप्रत्ययानां धातोः अनन्तरं तेषां प्रयोगः करणीयम्. सो शेषे प्रथम इत्यनेन अत्रापि लाघवार्थमहर्षिणा एतादृशम् उक्तम्. सो मध्यमपुरुष तु युष्मशब्दस्य कृते तत्र भवन्ति मध्यमसंज्ञकप्रत्ययाः, तथैव उत्तमसंज्ञकप्रत्ययाः तु अस्मत् शब्दस्य विषये. अन्येषां शब्दानां कृते तु तत्र शेषे प्रथम इत्यनेन तत्र प्रथमपुरुषप्रत्ययानाम् एव विधिः अस्ति व्याकरणशास्त्रे. अतः अत्र अस्माभिः एतत् सर्वम् एतानि सर्वाणि विधिसूत्राणि मध्यम उत्तम प्रथमः एतेषां प्रत्ययानां तदा अस्माभिः कदा प्रयोगः करणीयम् इति तस्य विषये अस्ति. एकवारं चेतना भगिनी तद् उदाहरणं कुत्र आसीत् अस्मद् सो शेषे प्रथमा इति सूत्रम् अत्र अष्टाध्यायी डाट् काम् मध्ये पश्यामः चेत् स्क्रीन् दृश्यते वा, मया शेर् कृतं वा? दृश्यते भगिनि. अस्तु. सो युष्मद्विहाय अस्मद्विहाय शेषशब्दानां विषये तत्र प्रथमसंज्ञकप्रत्ययानां प्रथमपुरुष्टिङ्प्रत्ययानां विधिः अस्ति इति अनेन सूत्रेण अस्माभिः पठितम्. इदानीम् अत्र केचन उदाहरणानि सन्ति. यथा तत्र प्रथम उदाहरणमस्ति भवान् पश्यति. सो पश्यति इत्यनेन तिङ् प्रत्ययेन तत्र यः तिप् तिप् इति प्रत्ययः, तस्य कृते परस्मैपदसंज्ञा अस्ति, अपि च प्रथमपुरुषसंज्ञा अस्ति, अपि च एकवचनसंज्ञा अस्ति तिप् प्रत्ययस्य कृते. पश्यधातुः दृशधातुः परस्मैपदी अस्ति, अतः तिप् तिप् प्रत्ययः. अपि च अस्माकं विवक्षा प्रथमपुरुष एकवचनस्य अस्ति, किमर्थं चेत् भवान् इति विवक्षा अस्ति. सो भवान् विवक्षा अस्ति चेत् भवान् इति युष्मद्शब्दः नास्ति, अस्मदपि नास्ति. सो अस्मद्विहाय युष्मद्विहाय अन्येषां शब्दानां विषये तत्र प्रथमपुरुषप्रत्यय तिङ्प्रत्ययस्य विधिः दत्तमस्ति. सो अत्र तिङ्प्रत्ययः तिङ्प्रत्ययेन अत्र लिखितं दर्शनक्रियायाः कर्तृकारकस्य निर्देशः कृतः अस्ति. अस्यैव पदार्थस्य इत्युक्ते दर्शनक्रियायाः कर्तृकारकस्य, पदार्थस्य इत्युक्ते कारकस्य निर्देशार्थं वाक्ये पुनः युष्मद् उत अस्मद् शब्दः नैव विधीयते. सो युष्मद्शब्दः नास्ति, अस्मद् शब्दः न विधीयते, अतः अस्मिन् वाक्ये, देट् इस् वै ही अगेन् बिकास् शेषे इस् दियर् सो ही हेज् टु से एव्री टैम्. अत्र युष्मद् उत अस्मद् शब्दः तेषां तयोः तत्र विवक्षा नास्ति, अतः अस्मिन् वाक्ये पश्यति इत्यत्र तिप् इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते, न तु सिप् अपि च आम् इति प्रत्ययः. अतः अत्र किमर्थं चेत् अत्र युष्मशब्दः नास्ति, अस्मत् शब्दः नास्ति. किं पश्यति इति अत्र किं पश्यति, अत्र कर्तृपदमेव नास्ति. अस्मिन् वाक्ये पश्यति इत्यत्र विद्यमाने तिङ्प्रत्ययेन दर्शनक्रियायाः कर्तृकारकस्य निर्देशः कृतः अस्ति. इत्युक्ते तिप् इति अत्र साधारण परस्मैपद प्रथमपुरुष एकवचनस्य रूपमस्ति. पश्यति अस्यैव पदार्थस्य निर्देशार्थं वाक्ये पुनः युष्मद् उत उस्मद् अस्मद् शब्दः नैव विधीयते, अतः अस्मिन् वाक्ये पश्यति इत्यत्र तिप् इति प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृत्य दृश्यते. सो अत्र कर्ता कः इति वयं न वक्तुं शक्यते, परन्तु युष्मद्विहाय अस्मद्विहाय किमपि अन्यत् शब्दः अत्र कर्तृकारकस्य निर्देशः भवति. परन्तु तिङन्तप्रत्ययः तिङन्तरूपदमपि कर्तृकारकस्य तेन निर्देशः अस्ति. किम् इति शब्दः तु कर्तृ इत्यस्य निर्देशः न तेन न भवति. तौ तृतीयम् उदाहरणमस्ति तौ त्वां मां च पश्यतः. तौ इति यः अस्ति सः तौ ते. सो तौ इति द्विवचनात् तत् शब्दस्य द्विवचनरूपम् अस्ति पुल्लिङ्गे. तत् शब्दस्य सर्वनाम शब्दस्य पुल्लिङ्गे द्विवचने प्रथमा विभक्ति तौ इति उपपदम् अस्ति. सो अत्र तौ इति द्विवचनस्य विवक्षा अस्ति, अतः अत्र अपि च तौ इति तद् इति शब्दः अस्मत् शब्दस्य कोऽपि अस्मत् शब्दविहाय युष्मद्शब्दविहाय भिन्नशब्दः अस्ति तद् इति शब्दः. अतः अत्र विवक्षानुगुणं तु अस्मद् शब्दः नास्ति, युष्मद् नास्ति. अतः अत्र शेषे प्रथमा इति सूत्रेण दृशधातुः अनन्तरं प्रथमपुरुषप्रत्ययः एव अस्माभिः योजनीयम्. अपि च अत्र विवक्षा द्विवचनस्य अस्ति, अतः अत्र तस् इति प्रत्ययः अस्ति, तस् इति प्रत्ययस्य प्रयोगः. परस्मैपद आत्मनेपद इति तत्र प्रयोगः इति तत्र ज्ञानं तु धातु कृते, धातुः कीदृशप्रत्ययः स्वीकरोति, परस्मैपदप्रत्ययः स्वीकरोति वा आत्मनेपद. दृशधातुः परस्मैपद अस्ति, परस्मैपदी अस्ति, अतः तत्र तस् इति प्रत्ययः. सो अत्र यद्यपि त्वां मां यः युष्मदुपपदस्य एकम् उपपदम् अस्ति, माम् अपि उपपदम् अस्ति, परन्तु अनयोः शब्दयोः तत्र पश्यतः इति अत्र समान अधिकरणीयं नास्ति. सो अतः तत्र न तु मध्यमपुरुषद्विवचनस्य प्रयोगः वयं कर्तुं शक्यते, अपि च न तु उत्तमपुरुषस्य द्विवचनस्य प्रत्ययस्य प्रयोगः धातोः अनन्तरं कर्तुं शक्यते. किमर्थं चेत् त्वा मां तु कर्मपदं, कर्मपदद्वयम् अस्ति, अतः अत्र समान अधिकरणं कयोः इति वदामः चेत् तद् शब्दस्य, तद् उपपदस्य अपि च तिङन्तपदस्य तयोः एव समानाधिकरणीयम् अस्ति. सो शेषे प्रथम इति सूत्रे अपि सर्वेषां पूर्वसूत्रात् पदानाम् अनुवृत्तिः अस्ति. शेषे उपपदे समान अधिकरणे स्थानिनी अपि प्रथमः. सो अत्रापि तिङन्त, देट् इस् वै वि से तिङन्तपदं सदा कर्तारम् अनुसरति आर् कर्मपदम् अनुसरति. यत्र कर्मणि प्रयोगे तु कर्मपदम् अनुसरति, कर्तरिप्रयोगे तिङन्तपदं कर्तारम् अनुसरति. सो अत्र कर्ता तु तौ अस्ति, अतः अत्र पश्यतः इति अस्ति. मया ते दृश्यन्ते, अत्रापि सः तौ ते, ते इति कर्म कर्ता अस्ति. ते इत्यनेन बहुवचन तद् शब्दस्य बहुवचन उपपदम् अस्ति, अतः दृश्यन्ते जी इति प्रत्ययः. अपि च अत्र किं लिखितमस्ति, अस्मिन् वाक्ये दृश्यन्ते इति अत्र विद्यमानेन तिङ्प्रत्ययेन दर्शनक्रियाः कर्मकारकस्य. किमर्थं चेत् दृशधातुः पश् इति आदेशः तत्र शितिपरे भवति. सो अत्र यक् इति प्रत्ययः अस्ति, अतः दृशेव तिष्ठति. यथा गम् धातुः गच्छ इति आदेशः, गमधातुः मकारस्य स्थाने छकारादेशः शितिपरे भवति, तथैव दृष्धातुः पशादेशः शितिपरे भवति. सो यत्र शित् नास्ति तत्र तु दृश्येव तिष्ठति, अतः दृश्यन्ते यदा वयं पश्यामः तत्र कर्मणि प्रयोगः अस्ति. सो कर्मणि प्रयोगः अस्ति चेत् अत्र कर्मकारकस्य निर्देशः कृतः अस्ति. किमर्थं चेत् अत्र यः जीत् प्रत्ययः सः अत्र कर्मणि प्रयोगः अस्ति, कर्मपदस्य निर्देशः कृतम् अस्ति, न तु कर्तृः इत्यस्य निर्देशः. यद्यपि वाक्ये मया इत्यत्र अस्मत् शब्दः प्रयुक्तः अस्ति, तथापि तेन दर्शनक्रियायाः कर्तृपदस्य निर्देशः भवति, न तु न हि कर्मपदस्य. इत्युक्ते तिङ्प्रत्ययेन यस्य पदार्थस्य निर्देशः क्रियते तस्य पदार्थस्य निर्देशः अस्मत् शब्देन नैव कृतः अस्ति. अतः अस्मिन् वाक्ये दृश्यन्ते इत्यत्र ज इति प्रत्यय प्रथमपुरुषप्रत्ययस्य एव प्रयोगः कृतः दृश्यते. किमर्थं चेत् अत्र कर्मणि प्रयोगे, अत्र कर्म अहम् इत्युक्ते अत्र कर्तृः वाक्य, कर्तृप्रयोगे किं वाक्यं भवितुं शक्यते, अहं कोऽपि वदतु, बहुवचनमस्ति न सः तौ ते, सो बहुवचन कर्मपदं किम् अस्ति, यूयं पश्यामि, यूयम् अत्र तद् शब्दस्य इत्युक्ते भगिनी अत्र यूयं नास्ति भगिनि अत्र तादृशब्दस्य द्वितीया विभक्ति बहुवचनरूपं तदेव तान् इत्युक्ते पुल्लिङ्गे तादृशब्दस्य पुल्लिङ्गे तत्र कः कः प्रयोगः सो अहं तान् अहम् इत्युक्ते पश्यामः पश्यामि सोरि एकवचने अस्ति सो यदा अहम् अस्ति तदा एव पश्यधातुः दृशधातुः अनन्तरम् आमि इति प्रत्ययः योजयितुं शक्नुमः तत्र तस्मिन् अहं तां पश्यामि इति तत्र अहम् अपि च पश्यामि इत्यत्र समान अधिकरणीयम् अस्ति इदानीं तत्र यदि कर्मणि प्रयोगे तदा किं भवति कर्तृ इत्य तृतीयाविभक्त्यां भवति अपि च कर्मपदस्य तत्र प्रथमाविभक्तिः भवति सो प्रथमाविभक्तिः भवति चेत् यः तान् अस्ति इत्युक्ते प्रथमाविभक्ति बहुवचनरूपम् अस्ति सो तत्र ते इति भवति तान् बिकम्स् ते बिकास् आफ् द कर्मणि रूल् इन् द कर्मणि प्रयोगे कर्मपदस्य प्रथमाविभक्तिः भवति कर्तृपदस्य तृतीयाविभक्तिः भवति सो तान् बिकम्स् ते प्रथमाविभक्ति बहुवचनरूपं तत् शब्दस्य ते अस्ति सः तौ ते सो अत्र ते अपि च दृश्यन्ते ते इति तत् शब्दः अस्मद्विहाय युष्मद्विहाय अस्ति अतः अत्र प्रथमपुरुषप्रत्ययानां विधिः न तु उत्तमपुरुषप्रत्ययानां विधिः सो कर्मणि प्रयोगे कर्मपदस्य प्रथमाविभक्तिः भवति अतः ते इति दृश्यते ते इति अत्र लभ्यते अपि च यः कर्तृ अस्ति अर्थं तु समानं भवति दे आर् बीन् सीन् बै मी दे आर् बीन् सीन् सो दे आर् बीन् सीन् बै मी और् ऐ एम् सीङ्ग् ऐ एम् लुकिङ्ग् एट् आल् आफ् देम् सो तत्र इत्युक्ते अर्थः तु समानम् अस्ति परन्तु द वे आफ् स्पीकिङ्ग् इस् डिफ्रेण्ट् सो अत्र दृश्यन्ते इति तद् शब्दस्य अपि च ते इत्यत्र अपि च दृश्यन्ते इत्यस्य समानाधिकरणीयम् अस्ति अतः तद् शब्दः तु युष्मदुपपदं नास्ति ते तान् अथवा ते अपि च अस्मद् उपपदमपि नास्ति सो शेषे प्रथमा इत्यनेन अत्र ज इति प्रत्ययः इत्युक्ते कर्मणि प्रयोगे धातु यत्किमपि भवति तत्र तु आत्मनेपदि प्रत्ययस्य एव प्रयोगः अस्माभिः करणीयं भावकर्मणोः सो अत्र ज इति प्रत्ययः न तु जि इति प्रत्ययः आत्मनेपदि प्रथमपुरुष बहुवचन प्रत्ययः ज इति प्रत्ययः ज जकारः तां झ किमर्थं चेत् अत्र कर्मणि प्रयोगः अस्ति अवगतं वा सर्वैः सः अहं च पश्यावः सो सः अहं च पश्यावः अत्र साक्षात् सूत्रे यद्यपि अत्र शेषे प्रथमा इति परसूत्रं 105 106 108 इति सूत्रम् अस्ति परन्तु अत्र साक्षात् अस्मद् इत्यस्य विवक्षा अस्ति अस्मत् शब्दस्य विवक्षा अस्मिन् वाक्ये अस्ति अतः अत्र शेषे इति प्रथमा न आगन्तुं शक्यते शेषे प्रथमा तदा एव आगन्तुं शक्यते यत्र युष्मद्विहाय अस्मद्विहाय विवक्षा अस्ति परन्तु अत्र न केवलम् अत्र अस्मत् शब्दस्य विवक्षा अस्ति अपि च तत् शब्दस्य अपि विवक्षा अस्ति परन्तु अस्मत् शब्दः तु साक्षात् अत्र अस्ति तादृशविवक्षा अस्ति अतः कर्ता द्वयम् अस्ति चेत् द्विवचनस्य प्रत्ययस्य परन्तु उत्तमपुरुषस्य एव प्रयोगः पश्यावः इति अत्र उत्तमपुरुषस्य द्विवचनस्य प्रयोगः कृतमस्ति सो यत्र तादृश अस्मशब्दस्य विवक्षा नो चेत् युष्मशब्दस्य विवक्षा अस्ति अन्येषां शब्दानामपि विवक्षा अस्ति परन्तु अत्र तु अस्मत् शब्दस्य विवक्षा अस्ति अतः वयं शेषे प्रथमा इति न वक्तुं शक्यते परसूत्रं बलवद्भवति इति न वक्तुं शक्यते अत्र अस्मशब्दस्य विवक्षा अस्ति, अतः द्विवचनस्य आव् इति प्रत्ययः अत्र दृश्यते, वस् इति प्रत्ययः. इदानीं तत्र सः त्वं च मां पश्यथः, सः त्वं च माम् आम् अत्रापि पश्यथः इति यः अस्ति तत्र किं लिखितमस्ति? अत्र उत्तमपुरुषस्य प्रयोगः दृश्यते. अत्र एव प्रश्नः आसीत् वा भगिनि? सो अस्मिन् वाक्ये पश्यतः इत्यत्र विद्यमान तिङ् प्रत्ययः कर्तृपदस्य निर्देशः अस्ति. दृश् हस् चेञ्ज् इन् टु पश्, पश्य, दृश् हस् चेञ्ज् इन् टु पश्य. सो अत्र अत्र अपि यकारः दृश्यते, परन्तु दृश्धातुः पश्य इति आदेशः भवति. दृश्धातुः क्षितिपरे पश्य इति आदेशः भवति. दृश्धातुः भुवादिगणस्य धातुः, दृश्स्थाने कोऽपि क्षित् प्रत्ययः परे अस्ति चेत् पश्य इति आदेशः भवति. सो यदा वयं पश्यथ इति पश्यामः चेत् पश्यथ इति अत्र उत्तमपुरुष मध्यमपुरुष द्विवचनात् प्रत्ययः अस्ति. किं भगिनि? मध्यमपुरुष द्विवचनः, द्विवचनात् प्रत्ययः अस्ति, थस् इति प्रत्ययः. सो सिप् थस्थ, सो थस् इति प्रत्ययः. सो इदानीं तत्र त्वं, त्वम् इति शब्दः, सः त्वं, सः त्वं च मां पश्यथः. सो किमर्थम् अत्र थस् इति प्रत्ययस्य प्रयोगः दृश्यते इति प्रश्नः अस्ति. कोऽपि वदति वा? त्वम् अपरे अस्ति अतः. हा, इत्युक्ते सः अपि अस्ति, त्वमपि अस्ति, अतः त्वम् अनुसृत्य पश्यतः भवति. सो यथा अत्र सः अहं च पश्यावः, अत्र कर्मपदं नास्ति, परन्तु अस्मिन् सिक्स्थ् उदाहरणे तत्र माम् इति कर्मपदमपि अस्ति. मां पश्यतः, ही एण्ड् यू आर् सीङ्ग् मी. माम् इति यः अत्र अस्ति सः कर्मपदम् अस्ति. सः अहं च पश्यावः अत्र कर्मपदं नास्ति, परन्तु अस्मिन् वाक्ये कर्मपदम् अस्ति. सो माम् इति अस्मत् शब्दस्य द्वितीया विभक्ति एकवचनरूपम् अस्ति. त्वम् इति अत्र यद्यपि त्वम् इति अत्र प्रथमा विभक्ति एकवचन रूपम् अस्ति. सः त्वं च, सो अत्र कर्ता द्वयं, न केवलं सः अस्ति, त्वमपि कर्ता अस्ति. सो किं पश्यतः इति प्रश्ने सति चेत् मां पश्यतः. सो माम् इति अत्र कर्मपदम् अस्ति, न तु कर्तृपदम्. सो अत्र केवलं कर्ता द्वयम् एव, एकमस्ति तद्, द्वितीयम् अस्ति युष्मत्शब्दः. सो युष्मत्शब्दः अत्र साक्षात् युष्मत् शब्दस्य प्रयोगः अस्ति, विवक्षा अस्ति, अतः अत्र शेषे प्रथमा इति न आगन्तुं शक्यते. सो शेषे प्रथमा केन ओन्ली कम् यदा तत्र वाक्ये युष्मद्विहाय, अस्मद्विहाय कोऽपि अन्य पदार्थस्य प्रयोगः अस्ति, तदा एव वयं प्रथमपुरुष इति प्रत्ययानां प्रयोगः कर्तुं शक्यते इति शेषे इत्यनेन. सपोज् अत्र लिखितमस्ति सः, सः अपि च सा च, सः सा च मां पश्यथः, तत् सोरि, सः सा च मां, देन् इट् केन् नाट् बि पश्यथः, इट् विल् बि वाट् केन् बि इट् बि इफ् अत्र सः सा च मां, देन् इट् विल् बि पश्यतः, तस् इति प्रत्ययः, बिकास् सः अपि युष्मद्विहाय अस्ति, सा अपि तत् शब्दस्य स्त्रीलिङ्ग् रूपम् अस्ति. तस्मिन् समये एव वयं पश्यतः इति तत्र तस् प्रत्ययस्य प्रयोगः द्विवचन प्रथमपुरुषस्य प्रयोगः कर्तुं शक्यते. माम् विल् रिमेन् सेम् माम् बिकास् माम् इस् द कर्मपदम् अत्र अस्ति. अत्र कर्तृ सः अस्ति अपि च त्वम् अस्ति, अतः अत्र पश्यथः इति दृश्यते. इदानीम् अवगतं वा भगिनि? यथा तत्र फिफ्त् एक्साम्पल् अस्ति तथा एव अत्र अस्ति, परन्तु अत्र केवलम् एतत् अस्ति, अत्र कर्मपदमपि अस्ति. माम् इति कर्मपदम् अस्ति. पूर्वस्मिन् उदाहरणे तत्र कर्मपदं न दत्तमस्ति, द्वयमपि किं पश्यावः तत् न दत्तमस्ति, परन्तु अत्र माम् इति कर्मपदम् अस्ति, न तु कर्तृ इत्यस्य निर्देशः अनेन पदेन भवति. केवलं सः इति पदेन कर्तृ इत्यस्य निर्देशः, त्वम् इति पदेनापि कर्तृ इत्यस्य निर्देशः. कर्ता द्वयम् अस्ति चेदेव द्विवचनस्य मध्यमपुरुषस्य द्विवचनस्य प्रत्ययस्य प्रयोगः अत्र दृश्यते. बिकास् द्वयमपि अत्र पश्य प्रत्ययस्य कृते तत्र तयोः तेषां तत्र समानाधिकरणीयम् अस्ति, अतः अत्र तस् इति प्रत्ययः. मां तु कर्मपदमस्ति. सो यत्र यत्र वाक्ये युष्मद्विहाय अस्मद्विहाय अन्येषां शब्दानां प्रयोगः विवक्षा अस्ति, तदा एव वयं शेषे प्रथमा इति अनेन प्रथमपुरुषाणां प्रत्ययानां तत्र प्रयोगः कर्तुं शक्यते. धन्यवादः. अग्रे पश्यामः किम् अस्ति. इदानीं तत्र एफ् बिन्दुः, तत्र किमपि अग्रे केचन सूत्राणि सन्ति. अस्तु, सो तिङ् प्रत्ययानां सिद्धिः यः अस्ति तस्य कृते अस्माभिः तु तत्र भिन्नकरपत्रम् अस्ति. लकाराधारीकृत्य यदा मया उक्तं, प्रथमसोपाने तु सर्वेषां धातूनां कृते तिप्तस्जि एव अस्ति, सिप्तस्थ मिफस्मस् इति मूलप्रत्ययाः एव सन्ति, परन्तु अनन्तरं तत्र लकाराधारीकृत्य लट् लकारस्य विषये तिप् इति किं भवति, तस् इति किं भवति, तथैव लङ् लकारविषये तिप् इत्यस्य तत्र आदेशः कथं भवन्ति, प्रत्यादेशः कथं भवन्ति इति तत्र भिन्नकरपत्रम् अस्ति. परन्तु अत्र पीठिकारूपेण दत्तम् अस्ति किमर्थं तृतीयसोपाने लकाराधारीकृत्य तत्र तिप् प्रत्ययस्य भिन्नभिन्नरूपाणि भवन्ति, कुत्रचित् भवति, कुत्रचित् तु भवति, कुत्रचित् ति इत्यस्य कृते तात् इति आदेशः भवति. सो तत् सर्वं लकाराधारीकृत्य भवति. लङ्लकारे तिङ् प्रत्ययानां तत्र सिद्धिः कथं करणीयम् इति तु भिन्नकरपत्रम् अस्ति, परन्तु इदानीं तत्र स्थूलरूपेण पश्यामः. अत्र पीठिकारूपेण किं लिखितम् अस्ति तत् पश्यामः. सो इदानीम् एफ् बिन्दुः आरभ्य पठामः. का पठति? अनुसूया भगिनी पठति वा भगिनि? आं भगिनि. प्रत्ययानां सुतिः आदिकारे तृतीयाध्याये चतुर्थपादे अष्टसप्तमसूत्रे अष्टसप्ततितमसूत्रतः तृतीय अध्याये चतुर्थपादे एकशतकाधिकद्वादशसूत्रपर्यन्तम् अपि च प्रत्यादेशे सप्तमाध्याये प्रथमपादे प्रथमसूत्रतः सप्तमाध्याये प्रथमपादे पञ्चशत् सूत्रपर्यन्तं त्रिप्रत्ययाः स्वीताः भवन्ति. एभिः सूत्रैः मूलाः त्रिप्रत्ययाः ए दशानां लकाराणां कृते समानाः विभिन्नानि रूपाणि स्वीकृत्य लट् लोट् लङ् इत्यादीनां लकाराणां सिद्धाः तिङ्प्रत्ययाः भवन्ति. यथा तिक् लटि ते लोटि तु अधिकता तु अथवा तात् लङ्गीत् इत्यादिकम् इत्यादिकं भवति अथवा अत्र पुनः भेदः आयाति. अग्रे इत्युक्ते अत्र 711 आरभ्य 7149 पर्यन्तं तत्र तिङ् प्रत्ययानां सिद्धिः अस्ति. लकाराधारीकृत्य एव सर्वं भवति. सो प्रथमसोपाने सर्वेषां धातुः अनन्तरं तत्र तिप्तस्तिप् एव आयाति. अनन्तरं लकार आधारीकृत्य तत्र कुत्रचित् ति भवति, कुत्र तु भवति, कुत्रचित् त एव तिष्ठति. सो तद् भवति लकाराधारी. लटि तु ति भवति, तिप् इत्यस्य कृते ति इति एव तिष्ठति. लोट् लकारे यः तिप् प्रत्ययः भू प्लस् तिप् अस्ति तत्र तु इति तिष्ठति, तु इति आदेशः भवति. लङ् लकारे तु तिप् इत्यस्य कृते केवलं त एव अवशिष्यते. तत्र आदेशः लकारादे इत्युक्ते प्रत्यादेशः भूत्वा तत्र केवलम् अन्ततो गत्वा त एव अभवत् इति रूपं तत्र दृश्यते. सो प्रत्येकस्मिन् लकारे तत्र भिन्नभिन्न तिङ् प्रत्ययानां भिन्नभिन्न आदेशाः भवन्ति. अतः अन्ततो गत्वा तत्र रूपभेदः दृश्यते. प्रथमसोपाने तु समानमस्ति, भूयोगतिप् लटि अपि भूयोगतिप्, लोटि अपि भूयोगतिप्, लङ्गि अपि भूयोगतिप्. तु तस्मिन् सोपाने समानं दृश्यते. अनन्तरं तत्र तिप् इत्यस्य कृते लटिति, लोटि तु, लङ्गित इति आदेशः भूत्वा तत्र रूपभेदः दृश्यते, भेदः आयाति इति अस्माभिः पूर्वे अपि दृष्टम्. अन्ततो गत्वा तत्र यदा तिवादेशः भवति प्रत्यतिप् इत्यस्य कृते प्रत्यादेशः भवति लकार आधारीकृत्य अन्ततो गत्वा तत्र भेदः दृश्यते. अग्रे अपि पठतु भगिनि. सार्वधातुप्रत्ययः प्रत्ययाः आर्धधातुप्रत्ययाः च आरम्भे एते सर्वे तिङ् प्रत्ययाः तिंशत् सार्वधातुकं तृतीयाध्याये चतुर्थपादे एकशतकाधिकत्रयोदश इत्यनेन सार्वधातुसंज्ञा संज्ञकाः भवन्ति. इयं पाणिनिः शैली प्रथमं सर्वे समानाः इति वदति सः, तदा अन्यसूत्रेण अपवादः उक्त येन भिद्यन्ते. प्रथमतया सामान्यं दीयते तदा विशेषः. परस्मैपदम् आग्नेयपदम् अपि तथा, सार्वधातुकम् आर्धधातुकमपि तथा. अन्यत् उदाहरणं कर्तरि शप् इत्यनेन सर्वेभ्यः धातुभ्यः शप् तदा अपवादत्वेन गणम् अनुसृत्य विभिन्नाः विकरणप्रत्ययाः विहिताः. दिवादिभ्यः शन् स्वादिभ्यः श्नु इत्यादय. तावत् वदतु, किमस्ति प्रथमवाक्ये किं लिखितं? पाणिनि प्रथम अत्र आरम्भे एते सर्वे एते सर्वतिं प्रत्ययाः तिंशत् सार्वधातुकम् इत्यनेन सार्वधातुसंज्ञकाः भवन्ति. प्रथमतः पाणिनि सामान्यसूत्रं वदति. किञ्चित् सार्वधातुकम् इत्यनेन सर्वे प्रत्ययाः सार्वधातुसंज्ञकाः भवन्ति. सर्वे तिङ् प्रत्ययाः तिङ् प्रत्ययाः तदैव पाणिनीया शैली अस्ति. लिखितशैली तदैव अस्ति. किमस्ति पाणिनीशैली? प्रथमे सामान्यसूत्रं वदति which applies to all sutra, all pratyas. Then he tells, he clarifies which is lati, which is lot, which is lang ityade. Itukte prathame tatra samanya asti anantaram visheshah. samanya visheshah iti shaili sarvatra asti ashtadhyayi granthe sarveshu prakraneshu. न केवलमात्र धातुप्रकरणे, सर्वेषु प्रकरणेषु तथैव तादृशशैली एव अस्ति. कर्तरि शप् इति सूत्रं तु तत्र प्रथमपादे अस्ति. तिंशित् सार्वधातुकम् इति चतुर्थपादे अस्ति. तत्र भिन्नप्रकरणम्, अत्र भिन्नप्रकरणं. सो प्रत्येकस्मिन् प्रकरणे सः प्रथमे सामान्यसूत्रं वदति, अनन्तरं यदि विशेषसूत्रस्य आवश्यकता अस्ति चेत् तदा तत्र तस्य कृते अपवादाः अपि तत्र सन्ति. तद् तद् विशेषसूत्रं विशिष्टसूत्रम् अस्ति. परन्तु तिङ्क्षित् इति सामान्यसूत्रम्। अनेन सूत्रेण सर्वेषां तिङ् प्रत्ययानां कृते महर्षि सार्वधातुक् इति संज्ञा करोति, अपि च षित् प्रत्ययानां। षित् प्रत्ययानां विषये तु कोऽपि अपवादः नास्ति, परन्तु अग्रे गत्वा वयं ज्ञातुं शक्यते तिङ्विषये तु विशेषसूत्रमपि अस्ति। केचन तिङ्प्रत्ययाः कदाचित् तिङ्प्रत्ययः आर्धधातुक् संज्ञा अपि प्राप्नोति। तिङ्प्रत्ययः कदा आर्धधातुक् संज्ञा प्राप्नोति? न, तत्र गणस्य कोऽपि चिन्तनमेव नास्ति। तिङ्प्रत्ययानां कृते कदा आर्धधातुक् संज्ञा? सि षित् प्रत्ययः तु सर्वेषां सार्वधातुक् तेषां कृते सर्वे सर्वदा सार्वधातुक् संज्ञा एव तिष्ठति षित् प्रत्ययानां, परन्तु तिङ्प्रत्ययस्य विषये अपवादः अपि अस्ति। सो तिङ्क्षत् सार्वधातुकम्। अनन्तरं किं सूत्रमस्ति साक्षात् अनन्तरं भगिनि? 1114 सूत्रं किम्? तिङ्क्षत् सार्वधातुकम् इति सूत्रस्य अनन्तरं किं सूत्रम्? आर्धधातुकं शेषः इति तत्र उक्तं। सो आर्धधातुकं शेषः, तस्य साक्षात् अनन्तरं किम् अस्ति? एतानि संज्ञासूत्राणि 1113, 1114, 1115, 1116, दीस् फोर् आर् संज्ञासूत्राणि। प्रथमे महर्षि वदति तिङ्क्षित् सार्वधातुकम्। अत्र अस्ति वा? आम्, अत्र पश्यतु, अग्रे दत्तं तिङ्क्षित् सार्वधातुकम्, अनन्तरम् आर्धधातुकं शेषः, अनन्तरं लिट् च, अनन्तरं लिङ्गाशीषि। सो 113, 114, 115, 116 एतानि चत्वारि सूत्राणि संज्ञासूत्राणि। एते अत्र संज्ञा उक्तमस्ति, प्रथमे सामान्यसंज्ञा, सर्वेषां तिङ्प्रत्ययानां सार्वधातुक् इति संज्ञा। अनन्तरं वदति तिङ्विहाय षित् विहाय ये धातोः अनन्तरं प्रत्ययाः तेषां कृते आर्धधातुक् संज्ञा। अनन्तरं वदति लिट् च आर्धधातुकम्। ऐ केनाट् लीविङ्ग् आर्धधातुकम्, ऐ केनाट् एक्सेप्ट् सार्वधातुकं, बिकास् पूर्वसूत्रात्, यः साक्षात् पूर्वे अस्ति तत् सूत्रात् एव अनुवृत्तिः स्वीकरणीयं। सो लिट् च आर्धधातुकम् इति तत्र अनुवृत्तिः भवति। सो लिट् च आर्धधातुकम् इत्युक्ते, सो लिट् लकारस्य स्थाने ये तिङ्प्रत्ययाः तेषां कृते आर्धधातुक् संज्ञा। इदानीं तत्र तिङ्गस्य कृते अपवादः, अत्र विशेषसूत्रमस्ति। सो लिट् लकारे तिङ्प्रत्ययाः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुक् संज्ञकाः न, साक्षात् सूत्रे उक्तं लिट् च आर्धधातुकम्। सो तत्र तिङ्प्रत्ययाः आर्धधातुक् संज्ञकाः भवन्ति। सो लिट् लकारस्य विवक्षा अस्ति चेत्, भूयोग लिट् अस्ति चेत् तत्र भूयोग तत्र शप्न आगन्तुं शक्यते, भूयोग त्यप् भवति। प्रथमसोपाने तु समानम् अस्ति, एकवचनस्य विवक्षायां लस्य इत्यनेन त्यप्। सो भूयोग त्यप् लिट् लकारे अस्ति चेत् तत्र शप्न आगन्तुं शक्यते, यद्यपि भू धातुः भूवादिगणस्य अस्ति। किमर्थं वदतु भगिनि, किमर्थं तत्र शप्न आगन्तुं शक्यते? विवक्षा अस्ति लिट् लकारस्य, धातुः अस्ति भू धातुः। सो भू धातुः विवक्षा अस्ति, मम विवक्षा लिट् लकारस्य अस्ति, विवक्षानुगुणमेव लकारः आयाति। लिट् लकारस्य तु अनुबन्धानां निष्कासनम् अनन्तरं ल एव अवशिष्यते। अत्र कोऽपि सूत्रमपि नास्ति, यथा शतासि लृ लुटो चिल्लि लुङ्गि, तादृशसूत्रमपि नास्ति अत्र। सो लस्य इत्यनेन तिप् एव आगन्तुं शक्यते, लस्य इत्यनेन तिप् द्वितीयसोपाने। सो भूयोग तिप्, इदानीं भू भूवादिगणस्य धातुः अस्ति, परन्तु अत्र कर्तरि शप् इति सूत्रं नागन्तुं शक्यते। किमर्थं नागन्तुं शक्यते तद् वदतु भगिनि, अनुसूय भगिनि। अत्र कर्तरिषप् किमर्थं न आगन्तुं शक्यते? तस्य सूत्रस्य प्रसक्तिः अस्मिन् सोपाने किमर्थं न भवति? अत्र दत्तं न लिट् च इति सूत्रेण, लिट् च इति सूत्रेण किम्? लिट् च इति सूत्रेण ये तिङ्ग् पूर्वे तिङ्ग् अत्र तिङ्ग् अपि तिङ्ग् पूर्वसूत्रात् तिङ्ग् इत्यस्य अनुवृत्तिः अपि अस्ति. लिट् लिट् च आर्धधातु इत्युक्ते तिङ् प्रत्ययः, लिट् लकारस्य स्थाने ये तिङ् प्रत्ययाः आदिष्टाः भवन्ति तेषां कृते अपि च इत्यनेन तेषां कृते अपि आर्धधातुक् इति संज्ञा. सो अत्र यः तिङ् अस्ति लिट् लकारे यः तिङ् प्रत्ययः सः तिप् वा तस्वा जी वा विवक्षानुगुणं किमपि यत् अस्ति तस्य कृते का संज्ञा? आर्धधातुक् इति संज्ञा. सो तिप् अत्र आर्धधातुक् संज्ञक् अस्ति, न तु सार्वधातुक् संज्ञक्. केन सूत्रेण? लिट् च इति सूत्रेण, अनेन सूत्रेण. सो यदा तिप् आर्धधातुक् अस्ति अत्र कर्तरिषप् आगन्तुं शक्यते वा? सो धातोः अनन्तरम् आर्धधातुक् प्रत्ययः अस्ति चेत् कर्तरिषप् केनाट् कम्. कर्तरिषप् कम्स् ओन्लि सार्वधातु के प्रत्यये परे. अतः अत्र शप् न आगन्तुं शक्यते. यत्र तिबादयः सार्वधातुकसंज्ञकाः तत्र एव कर्तरिषप् आगन्तुं शक्यते. अत्र न आगन्तुम् अत्र कर्तरिषप् इत्यस्य सूत्रस्य प्रसक्तिः एव नास्ति. किमर्थं चेत् धातोः अनन्तरं तु आर्धधातुकप्रत्ययः अस्ति, अतः कर्तरिषप् केनाट् कम् बिकास् कर्तरिषप् सार्वधातुके. सार्वधातुकप्रत्ययपरे अस्ति चेदेव धातोः अनन्तरं शप् विहितः भवति, नो चेत् न भवति. अतः अत्र लिट् लकारे शप् प्रत्ययः नागन्तुं शक्यते, तदेव विशेषः. सो लिट् लकार यद्यपि प्रथमे महर्षि वदति सर्वे तिङ् प्रत्ययाः सार्वधातुकसंज्ञकाः, परन्तु अनन्तरं विशेषः विशेषसूत्रेण विशिष्यते लिट् लकारे तिङ् प्रत्ययाः आर्धधातुकसंज्ञकाः. तथैव आशीर्लिङ्ग् लकारे लिङ्गाशीषि आशीर्लिङ्ग् लकारे अपि तिङ् प्रत्ययाः आर्धधातुक्. ओन्लि टू अप्वादास् आर् देयर्. अत्र तु एकमेव करपत्रं दृश्यते. वन् सेकेण्ड् भगिनि, ऐ विल् शेर् द करपत्रम्. करपत्रं दृश्यते वा भगिनि? न दृश्यते वा? इदानीं दृश्यते वा? सो अत्र एकवारं गेलरी व्यू करोमि. सो अत्र तिंशित् सार्वधातुकम् इति सामान्यसूत्रम्. अस्य कृते कति अपवादाः सन्ति? अपवादद्वयं, तदपि केवलं तिङ् इत्यस्य कृते एव. सो तिङ् प्रत्ययाः बिकास् षित् प्रत्यय लिट् लकारे तु लिट् लकारे लिट् लकारः साक्षात् आर्धधातुक एव, परन्तु यदा तत्र लस् इत्यनेन तिबादयस्य आदेशः भवति तदा एव एतस्य प्रयोगः. लिट् च लिट् च सूत्रेण लिट् लकारस्य स्थाने ये तिबादयः सः आत्मनेपदी वा परस्मैपदी वा सर्वे अष्टादश तिङ् प्रत्ययाः आर्धधातुकसंज्ञकाः इति तस्य लिट् च इति सूत्रस्य अर्थः. सो लिट् लकारे तिङ् प्रत्ययाः आर्धधातुकसंज्ञकाः इति विशेषः. तथैव आशीषि आशीषि अर्थे यदा लिङ् लकारस्य प्रयोगः भवति, आशीषि इति सप्तमी अस्ति, आशीषि विषये लिङ् लकारः लिङ् लकारस्य स्थाने ये तिङ् प्रत्ययाः ते अपि आर्धधातुकसंज्ञकाः. सो फार् तिंशित् सार्वधातुकं वी हेव् टू विशेषसूत्रं, वन् इस् लिट् च, द्वितीयम् इस् लिङ्गाशीषि. सो तिङ् प्रत्ययः सर्वदा तिङ् प्रत्ययः सार्वधातुकसंज्ञकाः न, लिट् लकारे तु आर्धधातुकसंज्ञकाः के तिङ् प्रत्ययाः. तथैव आशीर्लिङ्ग् लकारे अपि तिङ् प्रत्ययाः आर्धधातुकसंज्ञकाः. सो वी हेव् टू अप्वादास् फार् तिंशित् सार्वधातुकम्. अवगतं वा भगिनि? तथैव तत्र सो कर्तरि शप् अपि सामान्यसूत्रम्, अत्र किमपि धातु न उक्तं, किमपि गणमपि न उक्तम्. सो यत्र यत्र धातोः अनन्तरं सार्वधातुप्रत्ययः परे, साक्षात् परे सार्वधातुप्रत्ययः अस्ति, तत्र तत्र शप् प्रत्ययः अपि मध्ये आयाति, धातोः अनन्तरं शप् अपि आयाति, केवलं कर्तरी प्रयोगे. अर्थकर्तरी इति साक्षात् लिखितमस्ति. सो यदा मम विवक्षा कर्तरी प्रयोगस्य अस्ति, तदा धातोः अनन्तरं कीदृशप्रत्ययः, तस्य प्रत्ययस्य कृते सार्वधातुकसंज्ञा वा आर्धधातुकसंज्ञा वा, तत् दृष्ट्वा एव मया तत्र शप् योजनीयम्. सर्वदा शप् न आगन्तुं शक्यते. कर्तरिप्रयोगे सार्वधातुके प्रत्यये परे एव शप् आगन्तुं शक्यते, नो चेत् सार्वधातुप्रत्यये परे नास्ति चेत् शप् न आगन्तुं शक्यते. परन्तु इति तु सामान्यसूत्रं, सर्वेषां धातूनां, द्विसहस्रधातूनां कृते एतस्य सूत्रस्य प्रसक्तिः. अनन्तरं सः अपवादबलेन तत्र वदति, दिवादिभ्यः शन्, स्वादिभ्यः शृणु, एतानि सर्वाणि विशिष्टसूत्राणि. कर्तरि शप् सामान्यसूत्राणि सूत्रम्, अनन्तरं सः विशेषः करोति. सो सर्वत्र अष्टाध्यायीग्रन्थे पाणिनिशैली अस्ति. प्रथमे सः सामान्यसूत्रं वदति, अनन्तरं सः विशेषसूत्रं वदति यत्र यत्र आवश्यकता अस्ति. तत्र एव विशिष्टसूत्रम् इत्युक्ते तत् कुत्रचित् अपवादः भवति. सो विशेषसूत्रम् अपि अपवादसूत्रम् अस्ति इति तत्र अग्रे पश्यामः. दिवादिभ्यः शन्, स्वादिभ्यः शृणु इत्यनेन किम् अवगतं वा भगिनि? अस्तु, इत्युक्ते गुणविषये अपि तथैव करोति. प्रथमे वदति सार्वधातुक अर्धधातुकयोः. सो धातोः अनन्तरं सार्वधातुप्रत्ययः अर्धधातुप्रत्ययः अस्ति चेत् तत्र तस्य इगन्तङ्गस्य गुणः भवति. अनन्तरं वदति पुगन्तलघुपदस्य च. सो पुगन्तङ्गमस्ति, लघु इगुपदमस्ति, तत्रापि सार्वधातुक अर्धधातुकयोः इति प्रत्यये परे गुणः भवति. अनन्तरं वदति अचोणिणिति इति सूत्रम् अनन्तरम् अस्ति. यदा धातोः अनन्तरं कोऽपि अजन्तधातोः अनन्तरं कोऽपि णित् प्रत्ययः अस्ति, तदा गुणः न करणीयं, तदा तु वृद्धिः करणीयम्. सो इति विशेषसूत्रं, बिकास् अपवादसूत्रम् अस्ति. तत्रापि सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः, अपि च अचोनिनिति इति सूत्रस्य प्रसक्तिः एकत्र अस्ति चेत् तत्र अचोनिनिति इति विशेषसूत्रेण एव कार्यं भवति, न तु सामान्यसूत्रेण. सो तत्रापि सामान्यविशेष इति शैली तत्र दृश्यते. सो सर्वत्र सर्वेषु प्रकरणेषु तादृशशैली एव अस्ति महर्षिणा. सो तत्र पाणिनेः शैली, प्रथमे सामान्यं वदति, सामान्यसूत्रं वदति, अनन्तरम् एव अपवादसूत्रं नो चेत् विशेषसूत्रं वदति. अस्तु, अग्रे पश्यामः किं लिखितमस्ति. चेतना भगिनी अग्रे पठति वा? एवं चेत् कर्तर्थे कर्तरी शप् इत्यस्य सर्वेषां लकाराणां कृते प्रसक्तिः भविष्यति. कर्तरी शप् तृतीयाध्याये प्रथमपादे अष्टषष्टिः सूत्रं, षष्टितमं सूत्रम्. धातुतः शप् प्रत्ययः भवति कर्तर्थकसार्वधातुकप्रत्यये परे. अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. किमस्ति निमित्तं धातोः परे कदा शप् प्रत्ययः आयाति? सार्वधातुककर्तरि प्रयोग इति अस्ति चेत् इत्युक्ते पुनः सो अत्र शप् प्रत्ययस्य कृते कति निमित्तानि भगिनि? सार्वधातुके सप्तमी अस्ति, कर्तरी अपि सप्तमी सप्तमी अस्ति, द्वयोः निमित्तम् अस्ति. सो निमित्तद्वयं शप्रत्ययस्य कृते निमित्तद्वयम् अत्र स्तः. सो धातोः अनन्तरं कदा शप् सो शप्रत्ययस्य कृते शप्रत्ययः साक्षात् धातोः न विधीयते. प्रथमे तु तत्र धातोः अनन्तरं कोऽपि प्रत्ययः भवेत् यस्य कृते सार्वधातुकसंज्ञा अस्ति, तदा एव शप् आगन्तुं शक्यते. सो शप् प्रत्ययस्य विकरणप्रत्ययानां विधिः साक्षात् धातोः नास्ति. यदा तत्र धातोः अनन्तरं लट् लकाराणां विधिः साक्षात् अस्ति, कृत् प्रत्ययानां विधिः साक्षात् अस्ति धातोः अनन्तरं. तिवादयस्य अपि विधिः साक्षात् धातोः नास्ति, तिवादयः तु लस्सितनेन आयान्ति, लस् स्थाने आयान्ति तिवादयः. सो धातोः अनन्तरं साक्षात् के के प्रत्ययाः विधीयन्ते वदतु एकवारम्. विकरणप्रत्ययः अपि च तिङ्प्रत्ययः. धातोः अनन्तरं सूत्राधारेण के प्रत्ययाः साक्षात् विधीयन्ते अस्माभिः पठितं न तत्र वर्तमाने लट् अनद्यतने लङ् लोट् च परोक्षे लिट् अनद्यतने लुट्. धातोः साक्षात् अनन्तरम् ऐदर् लकाराः विधीयन्ते आर् कृत् प्रत्ययाः विधीयन्ते, अपि च सनादिप्रत्ययः विधीयन्ते. सनादिप्रत्ययानां विधिः अपि साक्षात् धातोः अनन्तरम् अस्ति, तेषां कृते भिन्नप्रत्ययः निमित्तं न भवति. तत्र सनादिप्रकरणं पश्यामः चेत् इत्युक्ते 3.1.1 इति सूत्रम् आरभ्य एव तत्र प्रथमे आदौ एव तृतीयाध्याये प्रथमपादे सनादिप्रत्ययानां विधिः दत्तमस्ति, कस्य कस्य धातोः अनन्तरं कः कः सनादिप्रत्ययः आगन्तुं शक्यते, तत्र साक्षात् धातोः इति अधिकारः अस्ति तत्रापि 21 आरभ्य. सो धातोः अनन्तरं साक्षात् इत्युक्ते धातोः अनन्तरं के के प्रत्ययाः विहिताः भवन्ति चेत् इति वदामः चेत् लकाराः, दशलकाराः, कृत् प्रत्ययाः, केचन कृत् प्रत्ययाः, यथा तत्र सूत्रमस्ति लटः शत्रुशानच, शत्रुशानच अपि लस्य स्थाने आयान्ति, लट् लकारस्य स्थाने शत्रु अपि च शानच च आदेशः, तेषां कृते अपि लट् लकारः एव तत्र प्रथमे आयाति, अनन्तरं लटः शत्रुशानचो इति सूत्रं शत्रुशानच इत्यस्य कृते. परन्तु अन्येषां कृत् प्रत्ययानां कृते तत्र विधिः धातोः अस्ति, अपि च सनादिप्रत्ययाः. ये विकरणप्रत्ययाः सन्ति तेषां कृते तु सार्वधातुकप्रत्ययः निमित्तम् अस्ति, सार्वधातुके परे एव दिवादिभ्यः शन् स्वादिभ्यः श्नु इति आगन्तुं शक्यते. सो धातोः अनन्तरं शप्रत्ययः कदा आगन्तुं शक्यते? धातोः अनन्तरं शप्रत्ययः तदा एव आयाति यदा धातोः अनन्तरं कोऽपि कर्तर्थक् सार्वधातुकप्रत्ययः अस्ति, तदा एव तिङ्प्रत्ययानां प्रयोगः कर्तरि अपि भवति, कर्मणि अपि भवति, भावे अपि भवति, परन्तु शप्रत्ययः तु केवलं कर्तरि सार्वधातुके एव मध्ये धातोः अनन्तरं सर्वदा न आयाति इति तत्र निमित्तम् आवश्यकम् अस्माभिः, बिकास् कण्डिशन् दत्तम् अस्ति कर्तरि सार्वधातुके. कर्तरि सार्वधातुक् इति संज्ञा तु प्रत्ययस्य कृते, सार्वधातुक् इति संज्ञा शास्त्रे प्रत्ययस्य कृते. सो प्रत्ययस्य उपस्थिति पूर्वे कश्चित् किमपि प्रत्ययः तत्र भवेत् धातोः साक्षात् परे तदा एव शपागन्तुं शक्यते. लट् लकारस्य कृते तादृश तत्र निमित्तं नास्ति. वर्तमाने लट् तत्र केवलं वर्तमानकालस्य विवक्षा अस्ति चेदेव धातोः अनन्तरं लट्. परन्तु अत्र तु सार्वधातुके इति लिखितमस्ति. सार्वधातुक् इति संज्ञा तु प्रत्ययस्य. सो धातु प्लस् कोऽपि प्रत्ययः भवेत् सः प्रत्ययः कर्तर्थक् भवेत् सार्वधातुक् संज्ञक् भवेत् तदा एव मध्ये शप् आगन्तु. धातोः अनन्तरम् एकम् अन्यत् प्रत्ययः आयाति. धातोः इति पञ्चमी अस्ति अतः साक्षात् अस्य परे आयाति शप् इति प्रत्ययः. अपि च सार्वधातुके सप्तमी अस्ति अतः पूर्वे कार्यं भवति. परनिमित्तं पूर्वकार्यं. सो कार्यमस्ति शप् विधिः, शप् प्रत्ययस्य विधिः. सो यः सार्वधातुक संज्ञकः निमित्तम् अस्ति तस्य पूर्वे भवति. तिप् इत्यस्य पूर्वे शप् आयाति. अत्रापि धातोः इति पञ्चमी अस्ति, धातोः अनन्तरं शप् आयाति. सो बोत् वेज् द शप् विल् कम् इन् द मिडल्, नाट् आफ्टर् तिप् आर् बिफोर् धातोः इति कर्तरि शप् इत्यस्य. सो सर्वम् अत्र एव तस्य सूत्र आधारेण वयं सर्वम् अत्र अवगन्तुं शक्यते. कुत्र शप् योजनीयं, कदा शप् योजनीयम्. अवगतं वा भगिनि? आं महोदय. सो देर् शुड् बि एट् दिस् स्टेज् देर् शुड् बि नो डौट् अबौट् कर्तरि शप् सूत्रं. सो शप् प्रत्ययः केवलं कर्तरिप्रयोगे आयाति, अपि च सार्वधातुकप्रत्ययस्य उपस्थितौ आयाति. सार्वधातुकप्रत्ययः तत्र उपस्थितम् अस्ति चेदेव शप् आगन्तुं शक्यते. सो देट् इस् वै वी से इन् द थर्ड् सोपाने शप् आयाति. प्रथमे तत्र भूप्लस्तिप् अस्ति, भूप्लस्तस्यापि भूप्लस् जी अस्ति. जी प्रत्ययस्य कारणेन मध्ये शप् आयाति. बिकास् लट् लकारे, लोट् लकारे, लङ् लकारे, विधिलिङ्ग् लकारे जी इत्यस्य कृते सार्वधातुक संज्ञा अस्ति. केवलं लिट् अपि च आशीर्लिङ्लकारे तिप् तिक् तिङ् प्रत्ययस्य कृते आर्धधातुक संज्ञा अस्ति. अतः तत्र शप् आगन्तुं शक्यते. अपि च एतस्य सूत्रस्य पूर्वे अत्र अस्ति, पूर्वे अस्ति 60. दिस् इस् कर्तरि शप् इस् 68 सूत्रम्. 67 सूत्रम् अस्ति सार्वधातुके यक्. सो यक् प्रत्ययस्य विधिः अपि सार्वधातुके अस्ति. परन्तु 68, 67, 66 सूत्रम् अस्ति भावकर्मणोः. तदेव अस्ति, एकवारं पश्यामि. 3.4, वट् वास् द सूत्रसङ्ख्या? 3.1.68 चिन्भावकर्मणोः. आम्, सो चिन्भावकर्मणोः इत्युक्ते तत्र धातोः भावे प्रयोगे, कर्मणि प्रयोगे भावे. चिन्भावकर्मणोः नास्ति सार्वधातुके यक् 68 कर्तरि शप्. Created study notes, what is this one? E1. Chin Bhava Karman Oho. Then 67 is Sarvadhatuke Yak, then Kartari Shap. सो चिन्भावकर्मणोः इति सूत्रेण धातोः अनन्तरं भावकर्मणोः इत्युक्ते भावे प्रयोगे, कर्मणि प्रयोगे तत्र पूर्वसूत्रात् इत्युक्ते अत्र अनुवृत्ति सूत्रं लिखितं. धातोः परस्य क्लेश्चिनादेशो भवति भावे कर्मणि, तत् शब्दः परतः भावकर्मणोः इति सूत्रं कुत्र अस्ति? 1313. अस्तु सो 1314 इति सूत्रे भावकर्मणोः इति सूत्रे अस्तु तत्र सो दिस् इस् आत्मनेपदप्रकरणम् अस्तु सो आत्मनेपदीप्रत्ययानां विधिः तत्र 1-3 इति प्रथमाध्याये तृतीयपादे इति आत्मनेपदप्रकरणम् अस्ति इत्युक्ते धातोः अनन्तरं कदा आत्मनेपदीप्रत्ययः योजनीयं प्रथमे तत्र अस्ति अनुदातन्यता आत्मनेपदं सो यदा धातोः अनुदात्तेत् अस्ति नो चेत् नित् अस्ति तदा अस्माभिः आत्मनेपदप्रत्ययः योजनीयम् अनन्तरं वदति भावकर्मणोः भावे प्रयोगे कर्मणि प्रयोगे च धातोः अनन्तरम् आत्मनेपदीप्रत्ययः एव विहिताः भवन्ति सो सार्वधातुके यक् इति सूत्रं वदति सार्वधातुके प्रत्यये परे सार्वधातुकप्रत्यये परे भावे प्रयोगे कर्मणि प्रयोगे इत्युक्ते तत्र सार्वधातुके यक् इति सूत्रे तत्र चिन् भावकर्मणोः इत्यस्य अनुवृत्तिः अस्ति सार्वधातुके यक् इति सूत्रमपि तस्य कृते अपि केवलं भावे प्रयोगे पूर्वसूत्रात् भावकर्मणोः इत्यस्य अनुवृत्तिः अस्ति अत्र पश्यतु अनुवृत्तिः भावकर्मणोः चिन् भावकर्मणोः इति पूर्वसूत्रमस्ति परन्तु केवलं भावकर्मणोः इत्यस्य अनुवृत्तिः सो धातोः अनन्तरं सार्वधातुकप्रत्ययपरे भावे प्रयोगे कर्मणि प्रयोगे यक् प्रत्ययः विहितः भवति सो यदा तत्र धातु प्लस् तिप् अस्ति भू प्लस् तिप् अस्ति परन्तु मम विवक्षा कर्मणि प्रयोगस्य अस्ति नो चेत् भावे प्रयोगस्य अस्ति चेत् तत्रापि शप् मध्ये न आगन्तुं शक्यते यद्यपि तिपादयः सार्वधातुकसंज्ञकाः परन्तु कर्तर्थक्ये नास्ति कर्मणि प्रयोगे अस्ति इत्यवादयः नो चेत् भावे प्रयोगे अस्ति अतः मया तत्र यक् प्रत्ययः योजनीयं न तु शप् प्रत्ययः योजनीयम् अतः सूत्रे साक्षात् महर्षि वदति अनन्तरं कर्तरि शप् बिकास् पूर्वे एव उक्तं भावकर्मणोः तु यक् परन्तु कर्तरि प्रयोगे तु शप् सार्वधातुके इति इस् कामन् इन् बोध् द सूत्रास् सो धातु प्लस् सार्वधातुकप्रत्ययः अस्ति तावदेव तत्र न द्रष्टव्यं तत्र विवक्षा अपि द्रष्टव्यं कर्मणि प्रयोगस्य विवक्षा अस्ति वा भावे प्रयोगस्य विवक्षा अस्ति वा कर्तरि विवक्षा अस्ति कर्तरि विवक्षा अस्ति चेदेव शप् कोऽपि अन्यविवक्षा अस्ति चेत् यक् आयाति यक् इति प्रत्ययः कित् अस्ति अर्धधातुक् अस्ति शप् इति प्रत्ययः शित् अस्ति सार्वधातुक् अस्ति अतः अनन्तरं तत्र सार्वधातुकप्रक्रिया भवति अवगतं वा भगिनि सर्वैः अवगतं वा कोऽपि प्रश्नः अस्ति वा लृट् लुङ् लृङ् सर्वे अपि अर्धधातुकलकारः सर्वे लकाराः दशलकाराः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः किमर्थं तिङ् न सन्ति शित् न सन्ति अतः लिट् च इति सूत्रे लिट् लकारस्य विषये न उक्तं लिट् लकारः तु वयं जानीमः तिङ्क्षित् इत्यनेन सह तिङ् न अस्ति शित् विहाय अस्ति अतः आर्धधातुकं शेषः इत्यनेन लिट् आर्धधातुकम् अस्ति सो पुनः किमर्थं वदति लिट् च अर्धधातुकम् इति तत्र प्रश्नः आयाति न भगिनि लिट् लकारः तु ये सूत्रद्वयं यद् दत्तं तिंशत् सार्वधातुकम् अर्धधातुकं शेषः कुत्र आसीत् तत् इदानीमेव दृष्टं न हा सो लिट् लकारः पश्यामः लिट् अपि प्रत्ययः सो लिट् लकारः तिङ् नास्ति शित् नास्ति अतः अर्धधातुकं शेषः इत्यनेन सः तु फार् अण्डर्स्टाण्डिङ्ग् द लिट् लकार वी केन् गो थ्रू वी नीड् ओन्लि दीस् टु सूत्रास् सो किमर्थं महर्षि पुनः वदति लिट् च अर्धधातुकं तत्र का आवश्यकता सो अत्र तिङ् इत्यस्य अनुवृत्तिः अपि अस्ति सो लिट् लकारे ये तिङ् प्रत्ययाः सन्ति तेषां कृते आर्धधातुकसंज्ञा, न तु लिट् लकारस्य कृते इति तत्र तादृशव्याख्या अस्ति ग्रन्थेषु. तथैव लिङ्गलकारस्थाने किम् आयाति सः आर्धधातुकम् इति वा? आम्, यत्र न केवलं तिङ् अपि च लिट् लकारस्य स्थाने कस्यचित् प्रत्ययस्य आदेशः भवति. अत्र लिट् च एकवारं पश्यामः. लिट् च एतेषु व्याख्या दत्तमस्ति. सो अत्र केवलम् आर्धधातुक् इति स्वीकृतमस्ति. सो लिट् लकारस्य तिङ् प्रत्ययाः साक्षात् आर्धधातुकसंज्ञकाः सन्ति इति तत्र उक्तमस्ति. सो लिट् लकारस्य स्थाने इत्युक्ते षष्ठ्यन्तमस्ति. लिट् लकारस्य स्थाने ये तिङ् प्रत्ययाः तेषां कृते आर्धधातुकसंज्ञा अस्ति. सो अत्र साक्षात् तिङ् इति उक्तमस्ति. अत्र पश्यतु, यद्यपि अनुवृत्ति केवलम् एतत् अत्र पश्यतु भगिनि, अनुवृत्तिसहितसूत्रं लिखितमस्ति. लिट् च तिङ् आर्धधातुकम्. पूर्वसूत्रात् तिङ् इत्यस्यापि अनुवृत्तिः अस्ति अत्र. शित् इत्यस्य अनुवृत्तिः नास्ति, बिकास् देर् इस् अ ग्रेट् सर्. कोऽपि अन्यप्रश्नः अस्ति वा? Because otherwise I will keep on speaking, then you may not be able to ask the question. So there is a very this great question that this anuvritti happens for some, like tingshit sarvadhatukam is the sutram. In the litcha sutra we are accepting only the anuvritti of ting. किमर्थं वयं षित् इति अत्र षित् किमर्थं न स्वीकरणीयम्? अस्तु, सार्वधातुक् तु न कर्तुं शक्यते. किमर्थं चेत् साक्षात् परे आर्धधातुक् इति तस्य विपरीत पदमस्ति. सो वी हेव् टु टेक् आर्धधातुकम् ओन्ली बिकास् देर् इस् अ थाट् देट् बिकास् पूर्वे अपि कुत्रचित् अस्माभिः पठितं न, पूर्वस्मिन् काले तत्र स्वरविज्ञानम् आसीत्. सो द अनुवृत्ति विच् पद टु बि टेकन् एज़् एन् अनुवृत्ति, दिस् वास् अण्डर्स्टुड् बै द दिस् स्वरविज्ञान. द स्वर देट् वास् इन्क्लूडेड् इन् देट् पदं वास् हेविङ्ग् ए स्पेसिफिक् टोनिङ्ग्, ऐदर् अनुदात् आर् स्वरित् आर् दिस् उदात्. Because of that toning, we used to understand that, oh, this pada has to be taken as, this will go as an anuvritti. Since we have lost that, this vigyan, swara vigyan, idanim tankale tatra nasti, that is why we are encountering these problems. Why only thing is to be accepted as anuvritti? Why shit is not accepted as anuvrittihi? So ting sthane, lit sthane, maybe atra anyatim asti, maybe lit sthane kopi shit pratyasya adeshah eva agre nasti, parantu ting pratyasya adeshah to asti iti to vayam jani maha. That is why based on that only I said previously that atra ting ityasya anuvrittihi bhavet, because I was not knowing that shit ityasya anuvrittihi तत्र स्वीकरणीयं वा न करणीयं, बिकास् ऐ डोण्ट् नो आल् द सूत्रास्, मै नालेज् इस् आल्सो लिमिटेड्. बट् इट् सीम्स् हियर् लुकिङ्ग् एट् दिस् अष्टाध्यायी डाट् काम्, इट् सीम्स् देट् अत्र ऐ केन् अप्लै मै मैण्ड् देट् मे बि लिट् स्थाने तत्र कोऽपि षित् प्रत्ययस्य आदेशः नास्ति. अन्यथा तत्र एण्ड् षित् प्रत्ययस्य कृते कोऽपि अपवाद् सूत्रं नास्ति. षित् प्रत्ययः तु सर्वदा सार्वधातुकसंज्ञकः भवति, तस्य कृते कोऽपि अपवादः अस्मिन् प्रकरणे न दृश्यते. यत्र सार्वधातुकसंज्ञा उक्तम् अस्ति, यत्र आर्धधातुकसंज्ञा यस्मिन् प्रकरणे दत्तम् अस्ति तत्र षित् इत्यस्य कृते कोऽपि अपवादः न दृश्यते, केवलं तिङ् इत्यस्य कृते एव विशिष्टसूत्रद्वयम्, एकमस्ति लिट् च, द्वितीयमस्ति लिङ्गाशिषि. सो देट् इस् वै वी हेव् टु सी द व्याख्या. काशिकाकार किं वदति, भाष्यकार किं वदति अस्य सूत्रस्य विषये. सो वी हेव् टु फालो दियर् व्याख्या. इण्डिपेण्डेण्ट्लि वी केनाट् अण्डर्स्टाण्ड् पाणिनि. वी हेव् टु टेक् रेफ्यूज् आफ् दीस् ग्रन्थास्, पतञ्जलि इत्यस्य इत्युक्ते महाभाष्यस्य, अपि च काशिका वृत्ति यत् अस्ति, काशिकाकारः यः तस्य ग्रन्थः, तत्र सूत्राणां तत्र विवरणं सम्पूर्णतया दत्तं. सूत्रस्य किमर्थम् एतत् पदमस्ति, किमर्थं पूर्वसूत्रात् एतत् पदस्य अनुवृत्तिः न स्वीकृतम् इति तत्र सर्वं दत्तमस्ति व्याख्याने. सो अत्र लिट् लिट् च तिङ्, सो लिट् स्थाने ये तिङ् तेषां कृते आर्धधातुसंज्ञा. पूर्वे वदति आर्धधातुकं शेषः, अनन्तरं वदति लिट् च आर्धधातुकम्. आल्सो लिट् लिट् स्थाने ये तिङ् तेषां कृते अपि फार् देम् आल्सो आर्धधातुक इति संज्ञा एण्ड् लिङ्गाशीषि इति तत्र सूत्राणि. अवगतं वा भगिनि? आं महोदय. सो कर्तरि शप् इति सूत्रस्य कृते शप् प्रत्ययस्य कृते निमित्तद्वयम्, एकम् अस्ति तिबादयस्य प्रयोगः कर्तर्थके भवेत्, अपि च सः सः प्रत्ययः न केवसि प्रत्यय कृत् प्रत्यय अपि कर्तरि प्रयोगे भवन्ति. तत्र एकं तत्रापि मूलसूत्रमस्ति, सामान्यसूत्रमस्ति कर्तरि कृत्. सो औत्सर्गिकतया औत्सर्गिकरूपेण सर्वे कृत् प्रत्ययाः कर्तरि प्रयोगे भवन्ति. अनन्तरं तत्र विशेष अपवादसूत्राणि सन्ति, कुत्रचित् केचन कृत् प्रत्ययाः केवलं कर्मपदम् एव बोधयति, न तु कर्तारं बोधयति, यथा अनियर् अस्ति, तव्यत् अस्ति तेषां. सो तत्रापि सामान्यविशेषः कर्तरि कृत् इति सामान्यसूत्रम्, अनन्तरं तस्य कृते कस्यचित् विशिष्टप्रत्ययस्य कृते कृत् प्रत्ययस्य कृते अपवादः. सो कर्तरि कृत् इति सामान्यसूत्रं. सो आदौ सर्वेषां कृत् प्रत्ययानां प्रयोगः कर्तरि एव अस्ति कर्तरि कृत् इति सूत्रेण. तदपि अस्ति कर्तरीकृत् कुत्र अस्ति कर्तरीकृत् हा मात्र अत्र पश्यतु 3467 कर्तरीकृत्. सो येषां प्रत्ययानां कृत् इति संज्ञा तेषां सामान्यरूपेण कर्तरि प्रयोगे भवति. अत्र लिखितमस्ति कृत्संज्ञकाः प्रत्ययाः कर्तरीकारके भवन्ति. अनन्तरं तत्र विशेषः अस्ति तव्यत् अन्यर् तव्यत् तत्र सङ्ख्या न पश्यामः चेत् किं सूत्रसङ्ख्या अनियर् we cannot find it like this. Achha, k is ha, that is why problem was there. Kta tavyata niyar. Kta tavyata niyar. this is one third part. Sometimes I don't remember properly the sutram, then searching becomes little bit difficult. The tavyat aniyar copy praptam va. सूत्रम् अस्ति तत्र प्राप्तं वा ऐ विल् सर्च् इट् लेटर् आन् कुत्र अस्ति मे बि बुक् केन् हेल्प् सो ऐ विल् सेण्ड् इट् लेटर् सो तत्र सूत्रमस्ति तव्यत् निष्ठा अनियर् तेषां कृते मे बि long way to go. Forget, we will lose time. It's already 25. So, granthe tatra samani visheshaha iti shaili asti. Sarveshu prakraneshu tadrish shaili eva asti. Tatheva asti kartari shabd. Asmin prakrane api samani sutram asti kartari shabd. Anena sutrena sarvesham datoho anantaram shabd vihitaha bhavati. यदा तत्र विवक्षा कर्तरिप्रयोगस्य अस्ति अपि च तादृशधातोः अनन्तरं सार्वधातुकप्रत्ययः अस्ति बिकास् कर्तरि शप् इत्यस्य सूत्रे तत्र सार्वधातुके इति निमित्तम् अस्ति सो सार्वधातुकप्रत्यये परे कर्तर्थके धातोः अनन्तरं शप् प्रत्ययस्य विधिः Where are we reading? Atra. So, Kartari Shap. Atra Pashyatu. Kartari Shap. So, Kartari Shap itasya sutrasya sampurna sutra masti dato ho shapratyaha parascha Kartari sarvadatuke because एतत् सूत्रं तृतीयाध्याये अस्ति तत्र न केवलं प्रत्ययः परश्च इत्यस्य अधिकारः तत्र धातोः अपि अधिकारः अस्ति सो 21 सूत्रम् आरभ्य तत्र प्रथमधातु अधिकारः अस्ति अनन्तरं तत्र साक्षात् द्वितीयधातु अधिकार अस्ति 91 नो चेत् 92 सूत्रे धातोः इति तत्र द्वितीय अधिकारसूत्रम् अस्ति एतत् सूत्रं तु प्रथमधातु अधिकारे अस्ति एकाचो धातोः क्रियासंविहारे यङ् इति सूत्रतः तत्र धातोः इत्यस्य प्रदस्य अनुवृत्तिः अस्ति इति सूत्रस्य अर्थः अनन्तरम् एतत् सामान्यसूत्रम् अत्र केवलं धातोः उक्तं सो यस्य कृते धातो इति संज्ञा सः सनाद्यन्तः धातवः वा भूवादयः धातवः अत्र केवलं धातु उक्तं सो यत्किमपि शब्दसमूहस्य कृते धातु इति संज्ञा तस्य परे तादृशशब्दसमूहस्य परे कोऽपि कर्तर्थक् सार्वधातुकप्रत्ययः अस्ति चेत् तत्र तु सर्वदा अस्माभिः शप् योजनीयम् अनन्तरं तत्र विशिष्टसूत्राणि सन्ति अपवादसूत्राणि सन्ति कस्य कृते अपवादसूत्राणि कर्तरि शप् एतत् सूत्रमपि पठतु एकवारं पठतु भगिनी अत्र अधिप्रवृत्तिभ्यः शपः आदिप्रतिभ्यः शप् द्वितीयाध्याये चतुर्थपादे सूत्रः शपः लोपः ज्योत्यादिभ्यः श्लु द्वितीयाध्याये चतुर्थपादे पञ्चाशीति शपः लोपः दिवादिभ्यः शन् तृतीयपादे तृतीयाध्याये प्रथमपादे एकोनसप्ततितमसूत्रम् स्वादिभ्यः श्नु तृतीयपादे प्रथम तृतीय अध्याये प्रथमपादे उदादित्यशः तृतीयपादे प्रथम तृतीय अध्याये प्रथमपादे सप्तसप्ततितमसूत्रः उदादित्यश्नं तृतीय अध्याये प्रथमपादे अष्ट अष्टसप्ततितमसूत्रस्य सूत्रेण धनादिभ्य क्रूह्य उः तृतीय अध्याये प्रथमपादे एकोन अशीतिसूत्रे सूत्रः त्रयादिभ्य श्ना तृतीयपा तृतीय अध्याये प्रथमपादे सप्तनवतितमसूत्र सूत्रः अत्र अस्ति महत्त्वपूर्णबिन्दुः सर्वे सिद्धाः तिङ्प्रत्ययाः सार्वधातुकाः भवन्ति चेत् तर्हि कर्तृत्वे सर्वेषु लकारेषु कर्तृषु इत्यस्य प्रसक्तिः एवं चेत् गणभेदः भविष्यति सर्वेषु लकारेषु परन्तु तथा नास्ति चतुर्षु एव लकारेषु गणे गणीयो भेदः दृश्यते लटि लोटि लङि विधिलिञ्च विधिलिङ्गि च षट्सु लकारेषु गणेयभेदौ नास्ति लिटि लुटि लुङि लुटि लुङि आशिलिङ्गि च अतः कथञ्च येषां लकाराणां सिद्धप्रत्ययाः सार्वधातुकाः न स्युः पाणिनिः येषां लकाराणां सिद्धप्रत्ययानाम् आर्धधातुकत्वं साधयति मार्गद्वयेन कृत्वा मार्गः सार्वधातुकलकारः आर्धधातुकारः च सत्यजतु तावदेव भगिनि अत्र एकवारम् अन्तिमपरिच्छेदं त्यक्त्वा किञ्चित् वक्तुम् इच्छामि अत्र पश्यतु आदिप्रभृतिभ्यः शप् सो यः धातुपाठः अस्माकं कृते यः धातुपाठः अस्ति तत्र आद् इति प्र धातुः आदि इति सप्तमी अस्ति आदिप्रभृतिभ्यः शप् सो अत् अद् धातुः आरभ्य प्रभृति इत्युक्ते आरभ्य स्टार्टिङ्ग् फ्रम् अद् अदिप्रभृतिभ्यः शप् अत्र पूर्वसूत्रात् लुक् इति अस्य अनुवृत्तिः अस्ति सो अदिप्रभृतिभ्यः शपः लुक् शपः प्रत्ययस्य लुक् भवति लुक् इति लोपसंज्ञा अस्ति सो शप् प्रत्ययस्य लुक् इत्यनेन लोपः भवति नौ we have a specific krama starting from bhu sattayam the first dhatu is bhu sattayam anantaram kinchit tatra around 1000 dhatuvah santi bhu arabhya anantaram tatra ad iti dhatu asti suppose 1001 dhatu is ad now see the how he has created the sutras he is saying अदिप्रभृतिभ्यः शप् लुकः सो अद् स्टार्टिङ्ग् फ्रम् अद् तत्र यः कर्तरि शप् इत्यनेन यः शप् प्रत्ययः आयाति सार्वधातुके प्रत्यये परे तस्य शप् प्रत्ययस्य लुक् भवति एतत् सूत्रं वदति अनन्तरं वदति जुहोत्यादिभ्यः श्लु सो स्टार्टिङ्ग् फ्रम् अद् maybe I don't remember how many dhatus are there in the not much dhatus are there in the second gana starting from ad till the time I reach to hu dhatu who is basically hu dhatu so there is 72 dhatu hu yada tatra hu iti ayati now I will go from other than maybe some 72 dhatus the moment I found this hu dhatu hu then second sutra will start this third sutra will start jyoti adi bihashlu kasya shlu purva sutrat shapitasya shlu so jyoti adi bihu dhatu arabhya adi jho hu dhatu hu adau yasya jyoti adi सो हु धातु आरभ्य तत्र शप् प्रत्ययस्य श्लु भवति न तु लुक् भवति श्लु अपि लोपसंज्ञा अस्ति सो अत्र हु धातुः आरभ्य ये धातवः तत्र सन्ति तेषां कृते यदा तत्र कर्तर्थक् सार्वधातुप्रत्ययः अस्ति तदा शपयति, परन्तु तस्य शप् प्रत्ययस्य श्लू भवति, लोप भवति. अस्तु, देन् ऐ विल् गो स्टार्ट् फ्रोम् हू, हू आरभ्य. सो द लिमिट् हि इस् गिविङ्ग् बै द नेक्स्ट् सूत्रं दिव् पर्यन्तं. सो दिवादिभ्यः शन्, सो फ्रोम् हू आरभ्य. सो दिस् आल् दीस् सूत्रस् आर् इन् क्रमेण, धातुपाठः अपि कस्मिंश्चित् क्रमे अस्ति. सो हू आरभ्य टिल् द टैम् ऐ रीच् टु दिव् धातुः. द मूमेण्ट् ऐ रीच् द दिव् धातुः, सो फ्रम् हू टु दिव् देट् विल् बि द थर्ड् गण, यत्र शप् प्रत्ययस्य श्लू भवति, देट् इस् द थर्ड् गण. देन् दिव् आदिभ्यः शन्, सो दिव् आरभ्य आदौ, दिव् आदौ येषां ते दिवादिः, तेभ्यः शन् विहितः भवति. अत्र शन् इत्युक्ते शपः स्थाने शन्, शपः प्रबाद्य शन्. तत्र दिवादिभ्यः कर्तरि शप् इत्यस्य सूत्रस्य कृते एतत् अपवादसूत्रम् अस्ति. सो शप् इत्यस्य स्थाने शन् इति विहितः भवति. अतः तत्र दिव् आरभ्य शन् इति प्रत्ययस्य विधिः, न तु शप्. सो दिव् देन् मे बि सम् मोर् सूत्रास् ओवर् देयर् टिल् द टैम् ऐ रीच् टु सू धातु, शू धातु, शुञ् धातु अस्ति तत्र. तत्र धातु आदेशः सः, इत्यनेन तस्य स आदेशः भवति. सो इट् बिकम् सु. सो सु पर्यन्तं, सो टिल् बट् सु आदि, सु स्टार्टिङ्ग् फ्रम् सु नेक्स्ट् गणः. सो सु देन् टिल् तुद् धातुः. सो तुदादिभ्यः शः, तुदारभ्य तत्र एषः ये धातवः सन्ति रुद् पर्यन्तं, बिकास् रुद् आदितो श्नम् अस्ति, न केवल रुद् आदौ येषां. सो रुद् इस् अ फस्ट् धातु. सो रुद् आरभ्य ये तत्र धातवः सन्ति तत्र तो शाप् इत्यस्य बाधित्वा श्नम् प्रत्ययस्य विधिः. टिल् द टैम् ऐ रीच् तन् तन् धातुः. सो तनादिकृञ्भ्यः उहु, अत्र किमर्थं कृञ् प्रत्ययः विशिष्टेन उक्तः अस्ति, बिकास् अस्मिन् तत्र प्रकरणे कृञ् धातुविषये तत्र विशिष्टसूत्राणि सन्ति, बिकास् तत्र अकारस्य उत्वं भवति. देट् इस् वै क्रू धातुः. अपि च अत्र तनादिकृण्भ्यः उहु इति सूत्रे यः ऊ प्रत्ययः अस्ति, सः अर्धधातुकं शेषः इत्यनेन अर्धधातुकसंज्ञकः. अपि च तत्र विकल्पेन गुणः भवति, ऊ प्रत्ययनिमित्तीकृत्य विकल्पेन गुणः अस्ति, परन्तु क्रू विहाय. देट् इस् आल्सो इन् द व्याख्यानेषु, व्याख्यानेषु तत्र किं लिखितमस्ति, क्रू विषये गुणस्य कृते विकल्पः नास्ति, अन्येषां धातूनां कृते गुणस्य कृते विकल्पः अस्ति. इत्युक्ते एकस्मिन् पक्षे गुणः भवति, एकस्मिन् पक्षे गुणः न भवति, परन्तु क्रू विषये तत् विकल्पः नास्ति, बिकास् ऊ निमित्तीकृत्य अपि तत्र गुणः भवितुं शक्नोति तादृशधातुः अस्ति चेत्. इति तत्र तानादिकृञ्भ्यः उहु. अनन्तरं तत्र क्री धातुः पर्यन्तं, तान् आरभ्य क्री पर्यन्तं, मध्ये ये धातवः सन्ति दे बिलाङ्ग् टु द अष्टमगणः, एय्थ् गणः, देन् द नैन्थ् गणः, क्रयादिभ्यः श्ना. सो क्री धातु आरभ्य तत्र अनन्तरं तत्र दिस् चुरादिगणः, चुर् पर्यन्तं. सो चुर् पर्यन्तं तेषां धातोः अनन्तरं शप् प्रबाद्य श्ना प्रत्ययस्य विधिः अस्ति. This is the beauty. Otherwise, he has not said this is the first gana, second gana, third gana. We have separated those ganas. This is how Maharishi says. Adi Prakriti Bihashap. Vadatu. Dhani to samaya pa. Etavat pariyantam. Kopi prashna hasti va? Sarvahi avgatam va? नास्ति चेत् अत्र स्थगामः इदानीं समयः अभवत् सो वी विल् रीड् दिस् लास्ट् पेराग्राफ् इन् द नेक्स्ट् क्लास् देन् वी विल् स्टार्ट् फ्रोम् एच् सो मे बि इन् द नेक्स्ट् क्लास् वी विल् कम्प्लीट् दिस् करपत्रं जस्ट् वाण्टेड् टु शो यू हौ द सूत्रा दिस् सूत्रास् हेव् बिन् क्रियेटेड् बै पाणिनि महर्षि अनेन वयं तत्र गण इति वयं तत्र कः धातुः कस्मिन् गणे अस्ति इति वयम् अवगन्तुं शक्यते बिकास् धातुपाठ इस् इन् अ स्पेसिफिक् क्रमः स्टार्टिङ्ग् फ्रम् भूतय अस्तु इदानीं स्थगामः इदानीं तु समयः अपि अभवत् शान्तिमन्त्रं पठित्वा समापयामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते ॐ शान्तिशान्तिशान्तिः हरिः ॐ श्रीगुरुभ्यो नमः अस्तु धन्यवादः नमस्कारः धन्यवादः महोदय धन्यवादः भगिनि भगिनि